द्वादशखण्डः अथातश्वौव उद्गीतः तद्भको दाल्यो ग्लावो वामैत्रेयः स्वाध्यायम् उद्ववराज। अतीते खण्डे अन्न अप्राप्तिनिमित्त कष्टावस्था उक्त उच्छिष्टोच्छिष्ट परियुषितभक्षणलक्षण सा मा भूदिति अन्नलाभाय अथ अनन्तरं श्वौवः श्वभिः दृष्टः उद्गीतः उद्गानं साम अतः प्रस्तूयते। तत्तत्र किल बको नामतः दल्पस्य अपत्यं दाल्भ्यः ग्लावो वा नामतः मित्रायाश्च अपत्यं मैत्रेयः वा शब्दः च अर्थे द्वामुष्यायणो हि असौ वस्तुविषये क्रियासैव विकल्प अनुपत्ते द्विनाम द्विगोत्र इत्यादिः स्मृतिः दृश्यते च उभयतः पिण्डभक्त्वम्। उद्गीते बद्धचित्तत्वात् ऋषौ अनादरात्वात् वा शब्दः स्वाध्यायार्थः स्वाध्यायं कर्तुं ग्रामात् बहिः उद्भवराज उद्गतवान् विविक्तदेशस्थ उदकाभ्यासम्। उद्भवराज प्रतिपालयाञ्चकार इति च एकवचनात् लिङ्ग एको असौ ऋषिः श्व उद्गीतकालप्रतिपालनात् ऋषेः स्वाध्यायकरणम् अन्नकामनया इति लक्ष्यते इत्यभिप्रायतः। तस्मै श्वाश्वेतः प्रादुर्बभूव तम् अन्ये श्वानः उपसमेत्य ऊचुः अन्नं नो भगवान् आगायतो अशनायाम वा इति। स्वाध्यायेन तोषितो देवता ऋषिर्व स्वरूपं गृहीत्वा श्वाश्वेतस्सन् तस्मै ऋषिये तदनुग्रहार्थं प्रादुर्भूव प्रादुश्चकार तम् अन्ये शुक्लं श्वानं क्षुल्लकः श्वानः उपसमेत्य ऊचुः उक्तवन्तः अन्नं नः अस्मभ्यं भगवान् आगायतु आगानेन निष्पादयतु इत्यर्थः। मुख्यप्राणवागादयो वा प्राणम् अनु अन्नभुजः स्वाध्यायपरितोषिताः सन्तः अनुगृह्णीयुः एनं श्वरूपम् आदाय इति युक्तमेवं प्रतिपत्तम्। अशनायाम वै बुभुक्षिताः स्मो वै इति। तां होवाच इहैव मां प्रातः उपसमीयातेति तद्धवको दाल्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार। एवमुक्ते श्वेत उवाच तान् क्षुल्लकान् शुनः इहैव अस्मिन्नेव देशे मां प्रातः प्रातःकाले उपसमीयात इति दैर्घ्यं छान्दसं समीयात इति प्रमादपाठो प्रातःकालकरणं तत्काले एव कर्तव्यार्थम् अन्नदस्य वा सवितुः अपराह्णे अनाविमुख्यात् तत्तत्रैव बको दाल्भ्यो ग्लावो वा मैत्रेय ऋषिः प्रतिपादयाञ्चकार प्रतीक्षणं कृतवान् इत्यर्थः। तेह यथा एव इदं बहिष्पवमानेन स्तोष्यमाणाः सघं रब्धाः सर्पन्ति इति एवमेव आसहस्रपुः तेह समुपविश्य हिंचक्रुः ते श्वानः तत्रैव आगत्य ऋषेः समक्षं यथैव इह कर्मणि बहिष्पवमानेन स्तोत्रेण स्तोष्यमाणाः उद्गातृपुरुषाः संरब्धाः संलग्नाः अन्योन्यमेव सर्पन्ति एवं मुखेन अन्योन्यस्य पुच्छं गृहीत्वा सस्रुपुः आसृप्तवन्तः परिभ्रमणं कृतवन्तः इत्यर्थः। ते एवं संसृत्य समुपविश्य उपविष्टाः सन्तः हिंचक्रुः हिङ्कारं कृतवन्तः। देवो वर्णप्रजापतिस्सवितान्नमिहान्नहरतो अन्नपते अन्नमिहाहर दामों पिबामो देव द्योतन वरुण वर्षणा तो जगत प्रजापति पालना तो प्रजान सवित प्रसवितृत्वा तो सर्वस्य आदित्य उच्यते एतैः पर्यायैः स एवं भूतः आदित्यः अन्नम् अस्मभ्यं यः आहरतो आहरतो इति। ते एवं हिं कृत्वा पुनरपि ऊचुः स त्वं हि अन्नपते स हि सर्वस्य अन्नस्य प्रसवितृत्वा तु पतिः। न हि तत्पाकेन विना प्रसूतम् अन्नम् अणुमात्रमपि जायते प्राणिनम् अतो अन्नपते हे अन्नपते अन्नम् अस्मभ्यम् इह आहर आहर इति अभ्यासः आदरार्थः इति द्वादशखण्डभाष्यं त्रयोदशखण्डः भक्तिविषयोपासनं साम अवयवसम्बद्धम् इत्यतः साम अवयवान्तरः स्तोभाक्षरविषयाणि उपासनान्तराणि सम्मतानि उपदिश्यन्ते अनन्तरं तेषां साम अवयवसम्बद्धत्व अविशेषात् अयं वावलोको हा उकारो वायुर्हायिकारश्चन्द्रमाथकारः आत्मैहकारो अग्निकारः अयं वा अयमेव लोकः हा उकार स्तोभो रतन्तरे साम्नि प्रसिद्ध इयं वै रतन्तरम् इति अस्मात् सम्बन्धसामान्य हा उकारस्तोभो अयं लोकः इति एवम् उपासीत् वायुः हा इकारः वामदेव्यस्यामनि हा इकारः प्रसिद्ध वायुवप्सम्बन्धश्च वामदेव्यस्य साम्नो योनिः इति अस्मात् सामान्यात् हा इकारं वायुदृष्ट्या उपासीत् चन्द्रमा अधकारः चन्द्रदृष्ट्या अधकारम् उपासीत् अन्नैः इदं स्थितम् अन्नात्मचन्द्रः थकार अकारसामान्यच्च आत्मा इहकारः इह इति स्तोभः प्रत्यक्षो हि आत्मा इह इति विपदिश्यते इह इति च स्तोभः तत्सामान्य अग्निः ईकारः ये निधनानि च आग्नेयानि सर्वाणि सामानि इत्यतः तत्सामान्य आदित्य ओकारो निह वयेकारो विश्वे देवा औ हो इकारः प्रजापतिहिङ्कारः प्राणः स्वरोन्न या वाग्विराट् आदित्यः ऊकारः उच्चैः ऊर्ध्वं सन्तम् आदित्यं गायन्ति इति ऊकारश्चयं स्तोभ आदित्यदैवत्ये साम्ये स्तोभ इति आदित्य ऊकारः निहव इति आह्वानम् एकारः स्तोभः येहि इति च आह्वयन्ति इति तत्सामान्य विश्वे देवाः औहोयिकारः वैश्वदेव्ये साम्ये स्तोभस्य दर्शनम् प्रजापति हिंकारः आनिरुक्त्य हिंकारस्य च अव्यक्तत्वः प्राणः स्वरः स्वर इति स्तोभः प्राणस्य च स्वरहेतुत्वसामान्य अन्नं या या इति स्तोभः अन्नम् अन्नेन हि इदं याति इत्यतः तत्सामान्य वागिति स्तोभो विराट् अन्नं देवताविशेषो वैराजसाम्नि स्तोभदर्शनम् अनिरुक्तः त्रयोदशः स्तोभः सञ्चरो हुङ्कारः अनिरुक्तः अव्यक्तत्व इदं च इति निर्वक्तुं न शक्यते इत्यतः सञ्चरः विकल्प्यमानस्वरूपः इत्यर्थः कोऽसमिति आह त्रयोदशः स्तोभः हुङ्कारः अव्यक्तो हि अयम् अतो अनिरुक्तविशेष एव उपास्य इत्यभिप्रायः स्तोभाक्षर उपासनाफलमः दुग्धे स्मै वाग्दोहं यो वाचो दोहो अन्नवानन्नादो भवति एतामेवकं साम्नामुपनिषदं वेद उपनिषदं वेदेति दुग्धे अस्मै वाग्दोहम् इत्यादि उक्तार्थं य एतामेवं यथोक्तलक्षणां साम्नां सामायव स्तोभाक्षरविषयम् उपनिषदं दर्शनं वेद तस्य एत यथोक्तं फलम् इत्यर्थः द्विरभ्यासः अध्यायप्रथमत्यर्थः सामावयवविषय उपासना विशेषप्रतिसमाप्त्यर्थः इति शब्दः इति त्रयोदशखण्डभाष्यं छान्दोग्य उपनिषद्भाष्ये प्रथमोऽध्यायः समाप्तश्च